पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 26 शेष उवाच शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेखवद हस्त्यश्वरथ पादादैर्बहुभिः परिवारिदं सुमतिं प्रत्युवाचेदम् वचो गम्भीरशब्दयुग नानावाक्यविचारज्ञैः पण्डितैः परिसेवितः शत्रुघ्न उवाच सुमदे कस्य नगरं प्राप्तो मे हयसत्तमः बलमेतन्निरीक्षेऽहं पयोदधितरङ्गवद कस्यैतद्बलमुद्धर्षं चतुरङ्गसमन्वितं पुरदो भादियुद्धाय समुपस्थितमादराद एतत् सर्वं समाचक्ष्व यथावत् पृच्छदो मम यज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान् भटान् इति वाक्यं समाकर्ण्य सुमदिशुभबुद्धिमान् उवाच वचनं प्रीदशत्रुघ्नं वैरितापनम् सुमदिरुवाच चक्राङ्का नगरी राजन्वर्तते सविधे शुभा यस्यां सन्ति नराः पापरहिता विष्णुभक्तिदः तस्या पुर्यापदिरयम् सुबाहुर्धर्मवित्तमः तवायं पुरदो भादि पुत्रपौत्रसमावृतः स्वदारनिरदो नित्यं परदारपराङ्मुखः विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी परस्वं न समादत्ते षष्ठांशादधिकं नृपः ब्राह्मणा विष्णुभक्र्यैव पूज्यन्ते तेन धर्मिणा नित्यं सेवारदो विष्णु पादपद्ममधुव्रतः येष स्वधर्मनिरतः परधर्मपराङ्मुखः एतस्य बलतुल्यं हि न वीराणां बलं क्वचिद पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः चतुरङ्गसमेतोऽयं युद्धाय समुपस्थितः तवापि वीरा बहवो लक्ष्मी निधिमुखा अमून् जेष्यन्ति शस्त्रसङ्ख्येन निर्दिशाशुपरं हितान् शत्रुघ्नस्तद्वच श्रुत्वा प्रोवाच स्वभटान्वरान् ऋणप्राप्तिभवोद्धर्ष पूरपूरितमानसान् क्रौञ्च व्यूहोद्यरचिदसुबाहु परिसैनिकैः मुखपक्षस्थिता योद्धास्तान् को भेत्स्यदि शस्त्रविद यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः स गृह्णादुमदीयाधि पाणिपद्मा च वीडकं तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौञ्चभेदने सर्वशास्त्रास्त्र विद्वीरैर्बहुभिः परिवारितः उवाच वचनं राजन्यास्येकं क्रौञ्चभेदने भार्गवपूर्वमेवासीत् क्रौञ्चभेत्ता तथा ह्यहं तथान्यं वीरमावोचत् कोऽस्य सार्धं गमिष्यति पुष्कलपृष्ठतस्तस्य यादुं चक्रे मदिं तदः रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः सर्वे शत्रुघ्न सन्देशाद्ययुस्तत्क्रौञ्चभेदने शत्रुघ्नोऽपि रथस्थश्च सर्वायुधरः परः पृष्ठतोऽस्य पर्याय बहुभिः सैनिकैर्वृतः तदा प्रचालितौ दृष्टा वन्योन्यबलवारिधि प्रलयं कर्तुमुद्युक्तौ जगदः सुतरङ्गिणौ तदा भेर्यः समा जग्नुरुभयोः सेनयोर्दृढाः रणभेर्यः शङ्खनादाः श्रूयन्ते तत्र तत्र हेषन्ते वाजिनस्तत्र गर्जन्ति द्विरदाभृशं हुं हुं कुर्वन्ति वीराग्र्या नदन्ति रथनेमयः तत्र प्रकुर्पिताशूराः सुबाहुबलदर्पिताः चिन्ति भिन्दीति भाषन्तो दृश्यन्ते बहवो रणे एवं भूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः मुखसंस्थं सुकेदुं तं लक्ष्मीनिधिरुवाचः लक्ष्मीनिधिरुवाच जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् सर्वशास्त्रास्त्रकुशलं सर्वयुद्धविशारदं मुं चाश्वं रामचन्द्रस्य सर्वदानवदं सिधुः नो चेन्मद्बाणनिर्भिन्नो यास्यसे यमसाधनम् इति ब्रुवन्तं वीराग्र्यं सुखे दुःसहसा त्वरन् सज्यं चापं विधायाशु बाणान्मुञ्चन् स्थिरोऽभवद् ते बाणाश्चिदपर्वाणस्वर्णपुङ्खाः समन्ददः दृश्यन्ते व्यापिनस्तत्र रणमध्ये सुदुर्भराः तद्बाणजालं तरसा निहत्य लक्ष्मीनिधिश्चापमथा तदज्यं विधाय तस्योरसि बाणषट्कं मुमोच तीक्ष्णं सितपर्वशोभिदं तद्बाणात् सुभुजभ्रादुर्हृदयं संविदार्य च कदास्ते भुवि दृश्यन्ते रुधिराक्ता मलीमसाः तद्बाणभिन्नहृदयसुखे दुःखोपपूरितः जखानशरविंशत्या तीक्ष्णया नदपर्वया उभौ बाणविभिन्नाङ्गा उभौ क्षतज विप्लुतौ सैनिकै परिदृश्यन्ते किं शोकाविव पुष्पितौ मुञ्चन्तौ बाणकोडीश्च संदधन्तौ त्वरा शरान् न केनापि विलक्ष्येते लघुहस्तौ महाबलौ कुण्डलीकृत सच्चापौ वर्षं तौ बाणधारया नवाम्बुदा विवदिवि शक्रनिर्देशकारिणौ तयोर्बाणा गजान्वाहान्नराञ्चूरान्विमस्तकान् कुर्वन्त केवलं दृष्टा न च सन्धानमोक्षयोः पृथिवी सुभडैः पूर्णा सकिरीडैः सकुण्डलैः धनुर्बाणकरैः रोषसन्दष्टाधर युग्मकैः तयोः प्रयुध्यतोर्दर्पाः सर्वशस्त्रास्त्रवेदिनोः युद्धं समभवद्घोरं देवविस्मापनं महद सम्मर्दो भवदत्यन्तं वीरकोटिविदारणः न केनचित् क्वचिद्दृष्टं शरजालान्तरेऽम्बरं तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोरिमर्दनः बाणांश्चापे समाधत्त वसुसङ्ख्यान् दृढाञ्चिदान् चतुर्भिस्तुरगान् वीरसुकेदोरनयत्क्षयम् एकेन ध्वजमत्युग्रं चिच्छेद तरसाहसन् एकेन सारथे कायाचिरो भूमावपादयद एकेन चापं सगुणमच्चिनद्रोषपूरितः एकेन हृदि विव्याध सुकेदो वेगवान् नृपः तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः तच्छिन्नधन्वा विरधो हदाश्वो हदसारथिः महदीं सगदां धृत्वा योत्कु कामो ब्युपेयिवान् तमायान्तं समालक्ष्य गदा युद्धविशारदं महत्या गदया युक्तं रथादवततारसः गदामादाय महदीं सर्वायस विनिर्मितां जादरूपविचित्राङ्गीं सर्वशोभा पुरस्कृताम् लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन् ताडयामास हृदये गदां वज्राग्निसन्निभां गदया ताडितो वीरो नाकम्पदमहामुने मदोन्मत्तो यथा दन्ती बालेन स्रग्भिराहदः उवाच तं वीराग्र्यो नृपं लक्ष्मीनिधिं तदा सहस्वैकं प्रहारं मे यदि शूरः परन्तप युत्युक्त्वा ताडयामासललाडे गदया भृशं गदया ताडिदो भाले सृग्वमन् कुपिदो भृशं मूर्ध्नितं ताडयामास गदया कालरूपया सुकेतुरपितं स्कन्धे ताडयामास धर्मविद एवं भृशं प्रकुपितौ गदायुद्धविशारदौ गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ अन्योन्याकादविमतौ परस्परवधोद्यतौ न कोऽपि तत्र हीयेद न को जीयेद संयुगे मूर्ध्निपाले तथा स्कन्धे हृदि गात्रेषु सर्वतः रुधिरौकपरिक्लिन्नौ महाबलपराक्रमौ तदा लक्ष्मीनिधिक्रुद्धो गदामुद्यम्य वेगवान् जगामप्रबलं बन्धुं हृदि राजानुजं बली तमायां तमधालोक्य स्वगदां महदीं दधद ययौ तं तरसा बन्धुं राजभ्राता बलाद्बलं गदां तेन विनिक्षिप्तां स्वकरे धृतवानयं तयैव गदया तस्य हृदि जघ्ने महाबलः स्वगदां तेन वैनीदां दृष्ट्वा लक्ष्मीनिधिर्नृपः बाहुयुद्धेन तं योद्धुमियेष बलवत्तमं तदा राजानुजक्रुद्धो बाहुभ्यामुपगृह्य तं युयुद्धे सर्वयुद्धस्य ज्ञादा वीरेषु सत्तमः तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना तदा सोऽपि शिरस्येनं मुष्टिमुद्यम्य चाहनद मुष्टिभिर्वज्रसङ्गाशैस्तलस्फोटैश्च दारुणैः अन्योन्यं जघ्नदु क्रुद्धौ सन्दष्टाद्धरपल्लवौ मुष्टिमुष्टिदन्दादन्दी कचाकचि नखानखि उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् तदा प्रकुपितो भ्राता नृपतेश्चरणे नृपं गृहीत्वा भ्रामयित्वाध पादयामास भूतले लक्ष्मीनिधिकरे गृह्यतं नृपानुजमुच्चकैः भ्रामयित्वा शतगुणं गजोपस्थे चकानतं सतदापदितो भूमौ संज्ञां प्राप्य क्षणादनु तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः पादे पादं करे पाणिं हृदि हृद्वदने मुखम् एवं परस्परं सृष्टौ परस्परवधैषिणौ उभावपि पराक्रान्तावुभावपि मुमूर्च्छदुः तद्दृष्ट्वा विस्मयं प्राप्ता प्रशशंसुसहस्रशः धन्यो लक्ष्मीनिधिर्भुवो धन्यो राजानुजो बली इति श्रीपद्मपुराणे पादालखण्डे शेषवाध्यायनसंवादे रामाश्वमेधे गदायुद्धं नाम षड्विंशतितमोऽध्यायः ॐ